ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। धन्यवादः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः। अस्मिन् विषये वयं बहु किमपि पठितवन्तः, करपत्रमपि अतीतवन्तः। इदानीं तत्र गीताप्रवेशे पुस्तके, गीताप्रवेश इति पुस्तके, तत्र ये अभ्यासाः सन्ति तान् कुर्वन्तः स्मः। इदानीं तत्र पुटसङ्ख्या इदानीम् अस्ति तत्र 52 इति चिन्तयामि। हा, तत्र कुत्र स्मः वयं प्रायशः तत्र 4.2 मध्ये पञ्चमः अभ्यासः महोदय, कर्मफलहेतुर्भूम। हा, अस्तु भगिनि, धन्यवादः। हा, ततः आरभ्य करणीयम्। अस्तु अस्तु भगिनि, हा, धन्यवादः। कर्मफलहेतुर् भूमौ इति, अस्तु समीचीनं। हा, धन्यवादः भगिनि। हा, निवेदित भगिनी नमस्कारः। नमो नमः। नमस्कारः भगिनि। पेज् 52 तर्हि भगिनि, गीताप्रवेशे। अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा भगिनि? आं महोदय। तर्हि अभ्यासः अस्ति चतुर्थाभ्यासे द्वितीय अंशः, अपि च पञ्चमः अभ्यासः तत्र कर्मफलहेतुर्भूमा, हेतुः कर्मफलहेतु। अस्तु, तर्हि तत्र समस्तपदम् इदानीं तत्र कर्मफल हेतुः भूः मा इति पदानि भवन्ति। तर्हि तत्र कर्मफलहेतुः इति स्वीकुर्मः, यतोहि तत्र विसर्गः अस्ति। कर्मफलहेतुः इदानीम् उकारात् परः विसर्गः, उकारात् पर विसर्गः, तर्हि परवर्णः अस्ति हेतुः भूः, तत्र तत्र भाट्टसूत्रम् अनुसरामः चेत् उकारात् इत्युक्ते तत्र इचः परस्य विसर्जनीयस्य रेफः इति दृष्टवन्तः, इति पठन्तः स्मः। तर्हि तत्र रेफः भवति यदा इत्युक्ते अखर् अखरि भू इति अखर्वर्णः अस्ति, परवर्णः। तर्हि कर्मफलहेतुर् भूः मा, तत्रापि भूः इत्यत्र पुनः विसर्गः अस्ति, तत्रापि दीर्घ उकारः, अतः तत्रापि इचः परस्य विसर्जनीयस्य रेपः करि इत्यनेन रेपः एव भवति। तर्हि कर्मफलहेतुर् भूर् मा इति भवति, वर्णमेलनेन कर्मफलहेतुर्भूमा इति अन्तिम उच्चारणं सिद्ध्यति पदस्य। तर्हि तत्र श्लोकः अस्ति द्वितीयाध्याये 47 श्लोकं। महोदय, तत्र संस्कृते अस्ति तत्र किम् अद्वैतशारदा इति शृङ्गेरी .net मध्ये, तत्र संस्कृते पठामि वा विवरणं किम् अस्ति इति? अस्तु भगिनि, तत्र किमस्ति अद्वैत दीपिका, तत्र लिंक स्थापयामि वा महोदय? स्थापयतु भगिनि। अस्तु, धन्यवादः। स्थापितं महोदय इदानीं तत्र वाट्साप् मध्ये वा? वाट्साप् मध्ये, वाट्साप् मध्ये। अस्तु अस्तु, धन्यवादः भगिनि। तर्हि ततः पठामि. प्राप्तवान् वा महोदय? प्राप्तवान् प्राप्तवान् धन्यवादः भगिनि. तत्र कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि इति भगवान् वदति अर्जुनम् उद्दिश्य. कर्म तत्र शाङ्करभाष्यं विवरणं दत्तमस्ति. कर्मण्येव कर्मणि एव अधिकरः न ज्ञाननिष्ठायां ते तव. तत्र च इत्युक्ते कर्मणि एव तस्य अधिकारः, न तु ज्ञाननिष्ठायां. यतोहि इदानीम् अर्जुनः सिद्धः नास्ति ज्ञानयोगाय, अतः तस्य अन्तःकरणचित्तशुद्धिः इदानीं न अभवत्. अतः ज्ञाननिष्ठायां ते अधिकारः नास्ति इति वदति. तत्र च इत्युक्ते कर्मणि भगिनी न श्रूयते. तत्रापि कर्म कुरु, किन्तु केवलं स्वधर्मं तत्र स्वधर्मम् इति चिन्तयित्वा मत्वा कुरु, न तु अहं करोमि इति अधिकारः मास्तु. मा अधिकमपि च तेन फलेषु अपि अधिकारः मास्तु. तव कर्मफलतृष्णा मा भूत् कदाचन कस्यञ्चित् अपि अवस्थायाम् इति अर्थः. इत्युक्ते हा तत्र कर्म कुर्वतः कर्मफलतृष्णा मा भूत् कदाचन. उक्तवान् यदा कर्मफले तृष्णा, ये यदा कर्मफले तृष्णाः भवन्ति, तृष्णाः इत्युक्ते तत्र डिज़ैरस् आफ् इति भवति, इत्युक्ते कर्मफलानां विष तृष्णस्य इच्छा, फलस्य कर्मफलस्य इच्छा, आम् अथवा फले सङ्गत्वं यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः. तत्र विधिलिङ्ग् विभक्तिः, विधिलिङ्ग् लकारः. एवं मा कर्मफलहेतुः भूः, अतः कर्मफलहेतुः मा भूः त्वं. यदा हि कर्मफलतृष्णा प्रयुक्तः कर्मणि प्रवर्तते, इत्युक्ते तत्र यदा हि कर्मफलतृष्णप्रयुक्तः यः फलम् इच्छन्तः कर्मणि कर्म करोति तदा कर्मफलस्य एव जन्मनः हेतुः भवेत्. तत्र यदा कर्म कुर्मः तदा तस्य फलं भवति, तदनुसारं जन्म अपि प्राप्नुमः. अतः तत्र यदा कर्मफलतृष्णा प्रयुक्तः इत्युक्ते कर्मफले युक्तः, सङ्गं कृत्वा कर्म करोति, कर्मणि प्रवर्तते, तदा कर्मफलस्य एव जन्मनः हेतुः भवेत्. तत्रापि विधिलिङ्ग् सः तस्य कारणं भवति, यः करोति सः. यदि कर्मफलं न इष्यते किं कर्मणा दुःखरूपेण, यदि कर्मफलम् एव न इष्यते, तस्य इच्छा नास्ति, तस्मिन् सङ्गत्वं नास्ति, किं कर्मणा इत्युक्ते तेन कर्मणा दुःखरूपेण, इत्युक्ते तत्र दुःखरूपं वा भवेत् सुखरूपं वा भवेत् कर्म, अपि च तस्मात् तस्य फलं, यः कर्मफलम् एव न इष्यते चेत् तत्र कोऽपि क्लेशः नास्ति, किमपि भवेत् इति. मा ते तव सङ्गः अस्तु अकर्मणि, इत्युक्ते तस्य अर्थः नास्ति यत् कर्म एव मा करोतु इति, तथा नास्ति अर्थः. इति मा ते तव तव सङ्गः अकर्मणि मास्तु, तदपि मास्तु, कर्म कुरु असङ्गत्वेन, किन्तु तर्हि तत्र फलहेतुः मा भूः, फलस्य इच्छा नास्ति इति वदति चेत् तत्र कर्मणः को फलः इति अपि नास्ति. तत्र मा ते तव सङ्गः अस्तु, अकर्मणि अकर्मणि अपि तव सङ्गः मास्तु, अकरणे प्रीतिर्मा भूत्, अकरणे प्रीतिर्मा प्रीतिः मा भूत्. तत्र हा इत्युक्ते कर्मणि तव अधिकारः अस्ति. कीदृशः इत्युक्ते तत्र फलं भगवन्तं समर्प्य, न तु फलस्य इच्छां मनसि निधाय. भगवते भगवते भगवते हा फलं भगवते समर्प्य कर्म कुरु, तावदेव तावदेव तव अधिकारः. अपि च तव अधिकारः इदानीं कर्मणि एव, यतोहि तव बुद्धिः नास्ति तादृशी यत् त्वं ज्ञाननिष्ठायां मनः निधाय कर्तुं शक्नोति. यत् इत्युक्ते तत्र अर्जुनः चिन्तितवान् तत्र किमर्थम् अहं युद्धे आगतवान्, किमर्थम् अहं मया संहरणं करणीयमस्ति मम बान्धवानाम् इति सर्वं. किन्तु तस्य उत्तरं तेन न अवगतम् इदानीं पर्यन्तम्. इत्युक्ते तत्र ज्ञानमार्गे एतस्य सर्वस्य कोऽपि क्लेशः नास्ति, यतोहि तत्र किम् आरम्भे भगवान् तेन एव उपदेशम् आरब्धवान्. इत्युक्ते यत् आत्मनः स्वरूपं किम् अस्ति इति एव आरब्धवान्. इत्युक्ते तत्र जन्म नास्ति, मरणं नास्ति, एते सर्वे मरणं न प्राप्नुवन्ति, केवलं देहस्य देहानां मरणं, ते पुनः अग्रे अपि जन्म प्राप्नुवन्ति, एतत् सर्वम् उक्तवान्. किन्तु तत् तेन कोऽपि अर्जुनस्य खेदस्य नाशः न अभवत्, अतः सः इदानीं सिद्धः नास्ति तादृशेषु उपदेशेषु. अतः कृष्णः तत्र क्षत्रियधर्मम् आनीय इदानीं वदन् अस्ति, तर्हि एतादृशं कुरु, अपि च फलं माम् अर्पयतु, अपि च इदानीं स्वस्य धर्मम् अपि अवेक्ष्य कर्म कुरु, केवलं स्वधर्मं चिन्तयित्वा कर्म कुरु इति आरब्धवान् तदनन्तरम्. अतः इदानीं कर्मणि एव अधिकारः ते इति अत्र एतत् सर्वम् उक्तवान्. समीचीनं भगिनि, धन्यवादः. तर्हि तत्र एषः श्लोकः बहु प्रसिद्धः खलु भगिनि, नाम तत्र बहु प्रसिद्धः कर्मण्येव अधिकारस्ते. तत्र सामान्यतया वयं चिन्तयामः कर्मणि एव अधिकारः ते मा फलेषु कदाचन इति, किन्तु इदानीं तत्र पुस्तके अपि पठन्ती अस्मि यत् यतोहि तत्र अर्जुनः ज्ञाननिष्ठायाः अर्हः नास्ति, अतः अपि एतादृशं वदति इति पूर्वं मया न ज्ञातम्. सत्यं भगिनि, अतः एव अत्र विवरणे तत्र ज्ञाननिष्ठायां न ते तव तथापि अस्ति. ओ अस्तु अस्तु, समीचीनं भगिनि. अतः एषः एव मार्गः, अन्यः मार्गः मास्तु इति अपि उक्तम् इदानीं अस्मिन् स्तरे एषः एव युक्तः मार्गः इति उत्तमः. यतोहि इदानीं सः क्षत्रियवत् एव प्रवर्तते, अपि च भवती उक्तवती तत्र ज्ञानमार्ग अर्हः तत्र योग्यता तस्य यः ज्ञानी अस्ति तस्य आचरणं कथम् अस्ति तथा न तद् इदानीं सः न अवगच्छति अतः आम् इति आम् समीचीनं धन्यवादः. अस्तु अग्रे तर्हि तत्र नरेश महोदय अग्रे पठति वा अग्रिमम्. नरेश महोदय आम् हा करोमि. अस्तु श्वेतैर्ययैर्युक्ते अत्र श्वेतैः युक्ते अत्र श्वेतैः तत्र विसर्गः अस्ति रेफा आगच्छति श्वेतैः हयैः तत्रापि विसर्गः अस्ति तत्र रेफा आगच्छति युक्ते श्वेतैर्युक्ते तत्र श्वेतैः हयैः इति अत्र विसर्गस्य अनन्तरं कः वर्णः श्वेतैः हयैः विसर्गस्य परं हकारः अस्ति हकारः अस्ति अकर अस्ति अकर्वर्णः अस्ति अकर्वर्णः अस्ति तत्र तत्र विसर्गात् प्राक् पूर्वं पूर्वं तु स्वरः अस्ति हा किन्तु अकारः नास्ति अकारभिन्नस्वरः स्वरः अस्ति नाम इच् इच् इच् प्रत्याहारे इच् प्रत्याहारः अस्ति अकारः अकारविहित अकारविहितस्वरः तर्हि तत्र प्राक् इच् अस्ति अनन्तरं खर् अस्ति हकारः अस्ति तत्र रेफ आगच्छ रेफस्य आदेशः पुनः तत्र हयैः युक्तैः पुनः तथैव तत्रापि विसर्गपरं यकारः अस्ति अपि अपि च पूर्वं इच् अस्ति अतः रेफः आगच्छति समीचीनम्. अग्रे श्लोकः अस्ति ततः श्वेतैर् हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदद्मतुः. तत्र प्राशे एतं श्लोकं पठितवन्तः किन्तु तत्र केवलं तत्र किम् आसीत् हयैर्युक्तैर् युक्ते इति आसीत् इति मन्ये पूर्वम् इदानीं तत्र पूर्वस्मिन् पुटे तत्र हयैः युक्ते इति उदाहरणं दत्तं किन्तु इदानीं श्वेतैः अपि इति तत्र नियोजितः अस्ति. तर्हि तत्र किञ्चित् वदति वा महोदय अथवा तत्र नाम तत्र अत्र अस्ति ततः श्वेतैः हयैः युक्ते सो श्वेतैः हयैः तत्तु अश्वः श्वेत अश्वाः सन्ति तत् युक्ते तत्र स्यन्दने स्थितौ तत् स्यन्दने रत् तत्र माधवः तत्र स्थितः अस्ति स्यन्दने, तत् पाण्डवश्चैव पाण्डवः च एव दिव्यौ शङ्खौ प्रदन्धतु. तत् शङ्खः अस्ति तत्र माधवः शङ्खः प्रदद्धं तु प्रदद्मतुः नाम तत्र शङ्खं शङ्खः शङ्खनादं कृतवन्तौ शङ्खनादं कृतवन्तः समीचीनं महोदय. तावदेव, समीचीनं. तर्हि धन्यवादः महोदय. अग्रे निवेदितः भगिनि. नमस्ते, नमस्कार. आरुरुक्षोर्मुनेर्योगम्. आरुरुक्षोः मुनेः योगम्. आरुरुक्षोः अत्र विसर्गात् पूर्वम् ओ तथा भगिनी तत्र समीचीनं न श्रूयते इति केवलं मम कृते वा अथवा न श्रूयते? हा, न श्रूयते. किञ्चित् किञ्चित् हा उच्चैः वदतु भगिनि. श्रूयते वा? हा. आरुरुक्षोर्मुनेर्योगम्. आरुरुक्षोः अधिकं मुनेः अधिकं योगम्. अत्र विसर्गात् पूर्वम् भगिनी तत्र तत्र खण्डमेव श्रूयते, तत्र सम्यक् रीत्या न श्रूयते भगिनि. नेट् समस्या? नेट् समस्या अस्ति वा? ओ, इदानीं तत्र मध्ये मध्ये तत्र न श्रूयते भगिनि, अतः तत्र एकं पदं श्रूयते, द्वितीयपदं न श्रूयते. अस्तु अस्तु अस्तु भगिनि, अस्तु. शुभभगिनी एतत् अद्वैतशारद एतत् नूतनमस्ति वा भगिनि तत्र जालपुटं? महोदय, तत्र तस्य परिचयम् अरविन्दमहोदयेन कृतम्. आम्, यदा सः किं तत्र अपरोक्षानुभूति पाठितवान् तदपि ततः एव पाठितवान्, अपि च एतदपि एतत् सर्वम् अस्ति तत्र. सर्वाः उपनिषदः सन्ति, प्रकरणग्रन्थाः सन्ति, सर्वे शाङ्करभाष्ये एव, अपि च कुत्रचित् आनन्दगिरिटीका अपि अस्ति, तत्र सर्वम् अस्ति महोदय. अस्तु अस्तु अस्तु, उत्तमम्. तत्र मेन् लिङ्क् प्रेषयामि. दर्शितम् अस्ति. अस्तु, धन्यवादः भगिनि. समीचीनं, धन्यवादः. निवेदितः भगिनि, इदानीं इदानीं श्रूयते. श्रूयते. आरुरुक्षोर्मुनेर्योगम्. आरुरुक्षोः अधिकं मुनेः अधिकं योगम्. विसर्गात् पूर्वम् ओ तथा आ विना अन्यस्वरः, अर्थात् ओ स्वरः अस्ति. विसर्गात् अनन्तरं मृदुव्यञ्जनमस्ति, अतः विसर्गस्य रेफः भवति. अतः तस्य जुषुरुः अनुबन्धलोपे रेफ् इति सूत्रेण रेफ् आगच्छति. योग्यं वा? समीचीनमिति मन्ये भगिनि. अग्रे अग्रे श्लोकः अस्ति न, भगवद्गीताश्लोक. हा, तत्र स्थलद्वये अपि तथैव खलु, तत्र नाम आरुरुक्षोः मुनेः कं योगं पुनः मुनेः अन्स्वरः एस्वरः विसर्गात् अनन्तरं मृदुव्यञ्जनमस्ति. यकारः यकारः यकारः यकारः मृदु अस्ति खलु इति वा अस्तु. हा, तत्र वर्गीयव्यञ्जने तत्र कर्कषः मृदु इति अस्ति. अत्रापि अत्र पेज् नम्बर् 51 मध्ये दश हये दश उदाहरण समीचीनमेव समीचीनमेव. तत्र ह य सत्यं, तत्र अखर् इति अखर् इत्युक्ते अतः अश्वर्णः मृदुव्यञ्जनानि अश्व. अतः रेफ् आगच्छति युषुरुः अनुबन्धरूपे सूत्रेण रेफ् आगच्छति. अस्ति 6.3 आरुरुक्षो आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते, योगारूढस्य तस्यैव शमः कारणमुच्यते. षष्ठाध्यायः नाम आत्मसंयमयोगः अस्ति खलु. भगवद्गीतायाः षष्ठाध्यायस्य आत्मसंयमयोगः ध्यानयोग इति मन्ये. ध्यानयोग अस्ति. न, अत्र लिखितमस्ति ओं तत्सदिति श्रीभगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः. ओ इति अस्ति वा भगिनि? अस्तु अस्तु. मम पुस्तके तत्र ज्ञानयोगः षष्ठ अध्यायः इति लिखितं. गीताप्रबोधने पुस्तकमस्ति समीपे. अस्तु अस्तु, चिन्ता मास्तु. अस्तु, इत्युक्ते तत्र ध्याने आत्मसंयम भवति इति खलु, मनः इति तत्र आत्मा इत्युक्ते मनः, तस्य संयमनं ध्याने भवति इति. अतः तत्र अस्तु अन्यत् नामकरणम् अस्तु भगिनि. आरुरुक्षोः मुनेः योगं कर्म कारणम् उच्यते, योगारूढस्य तस्य एव शमः कारणम् उच्यते. आरुरुक्षो नाम आरोढुम् इच्छा, मुमुक्षु तादृशं. समीचीनं भगिनि. यस्य मनसि रोढुम् इच्छा अस्ति, मोक्षस्य कृते कोऽपि इच्छा अस्ति, सः मुमुक्षुः. अत्र रोढुम् इच्छा अस्ति, अतः आरुरुक्षुः उकारन्तपदं मुमुक्षु. एतत् सर्वं गुरुवत् उकारन्तपदं. वृक्षोः तर्हि आरुरुक्षोः इति षष्टि एकवचनं, पञ्चमी षष्टि अस्ति खलु आरुरुक्षोः. अत्र षष्टि यतोहि मुनेः इति तत्रापि षष्टि अस्ति अत्र षष्टिविभक्ति अस्ति मुनेः मुनिः अस्ति मुनिपदस्य अत्र विशेषणं अत्र मुनिशब्दस्य आरुरुक्षुः मुनिः इति तत्र यः मुनिः योगम् आरोढुम् इच्छति सत्यं तस्य कृते कर्म एव करणीयं वा कर्मकारणम् इच्छ्यते न सत्यं कर्म एव मार्गः कर्म एव बुद्ध्या कर्माचरणं निष्कामबुद्ध्या कर्माचरणम् इति कारणम् इति कर्तव्यं समीचीनम् योगारूढस्य तस्य एव शमः कारणम् उच्यते यदा नाम प्रथमे भागे सः योगं प्राप्नुम् इच्छति नाम योगस्थिति गन्तुम् इच्छति नाम योगारूढः भवितुम् इच्छति तावत् पर्यन्तं नाम योगारूढुम् इच्छति तर्हि तत्र आरुरुक्षुः अस्ति सः तावत्पर्यन्तं कर्म करणीयमस्ति तेन योगारूढस्य मुनेः नाम यः योगं योगास्थिति प्राप्तवान् एव क्षमः कारणं क्षमः नाम शान्ति वा शान्तिः शान्तिः एव कारणम् इति उच्यते एव मतलब परमात्मा प्राप्तिमध्ये शान्तिः क्षमः कारणम् इति उच्यते तत्र कारणं नाम तत्र मार्गः नाम शान्ति एव तत्र तस्य अत्र कारणं नाम तत्र साक्षात् कारणम् अथवा मार्गः अथवा माध्यमं सर्वं भवितुम् अर्हति तत्र नाम मनसः तत्र शमः दमादि षट् सम्पत्तिः तत्रापि अस्ति शमः इत्युक्ते तत्र मनोनिग्रहः यस्य अस्ति मनोनिग्रहः इति अपि अस्ति महोदय समीचीनं भगिनि नाम मनसः शान्ति स्थिरा भवतु तत्कृते साधना आवश्यकमस्ति यदा एवं सः तत्र योगारूढः अस्ति तत्र तत्र अन्य मार्गान्तरं भवति नाम तत्र भगिनी तत्र शोभा भगिन्या प्रेषितं लिङ्क् मध्ये यदा इच्छति ते तत्र विवरणमपि पठतु एकवारं तत् उद्घाटितुं शक्नोति वा प्रयत्नं करोमि तत्र अद्वैतशारद शृङ्गेरि नेट् मध्ये इदानीम् अन्यत् स्थापितवती महोदय तत् षष्ठाध्यायस्य अस्तु भगिनि तत्र अन्ते 0206 इति तत्र 06 इति इदानीं यत् स्थापितवती तं लिङ्क् ओ अस्तु अस्तु तत्र डिरेक्ट् लिङ्क् अस्ति वा ओ आमां चाप्टर् तत्र एव गच्छति अस्तु अस्तु अस्तु धन्यवादः भगिनि प्रयत्नं करोमि षष्ठाध्याय भगिनी सङ्गणके दृश्यति पश्यति वा अथवा तत्र दूरवाण्यां पश्यति भगिनि निवेदित भगिनि नाम सङ्गणके पश्यति वा अथवा दूरवाण्यां षष्ठोऽध्यायः आम् आम् अस्तु आरुरुक्षोः आरोढुम् इच्छतः अनारूढस्य ध्यानयोगे अवस्थातुम् अशक्तः वेत्यर्थः शक्तस्य अशक्तस्य एव इति अर्थः कस्य तस्य आरुरुक्षोः मुनेः कर्मफलसन्न्यासीन इत्यर्थः किम् आरुरुक्षोः योगम् कर्मकारणं साधनम् उच्यते योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मेभ्योः निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इति अर्थः यावत् कर्मभ्यः उपरमते तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते तथा सति स झटिति योगारूढो भवति तथा च उक्तं व्यासेन नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च शीलं स्थितिर्दण्डनिधानम् आर्जवं ततः च उपरमः क्रियाभ्यः इति अस्तु तत्र तर्हि नाम एतावत् यत् अवगतवन्तः कर्मद्वारा उपासनाद्वारा ज्ञानस्य प्राप्तिः तर्हि तत्र तर्हि योगारूढात् प्राक् तत्र कर्म करणीयं मुनेः नाम कर्मफलसन्न्यासी इति मुनिः भवति अर्थः कस्य तस्य आरुरुक्षोः इत्युक्ते मुनेः किन्तु मुनेः नाम कर्मफलसन्न्यासिनः मुनेः अपि तत्र किम् आरुरुक्षोः नाम तत्र कस्मिन् विषये तत्र इच्छा अस्ति तत्र किं प्राप्तुं योगं प्राप्तुं तत्र कर्मकारणम् अथवा साधनम् इति उच्यते योगारूढस्य पुनेः नाम मुनिः यदा योगारूढः अभवत् तदा तस्यैव शमः उपशमः सर्वकर्मेभ्यो निवृत्तिः कारणं योगारूढस्य मुनेः साधनम् इति उच्यते इत्यर्थः समीचीनं भगिनि धन्यवादः तर्हि तत्र सम्यक् रीत्या लिखितं अग्रे सरामः तर्हि शोभा भगिनी अग्रे आं महोदय इदानीं पदमस्ति याभिर्विभूतिभिर्लोकान् याभिः विभूतिभिः लोकान् इति भवति तर्हि तत्र विभूतिः इति लिङ्गं तत्र विभूतिः इति स्त्रीलिङ्गं खलु विभूतिः इति स्त्रीलिङ्गम् इति मन्ये महोदय विभूतिः अतः एव तत्र याभिः याभिः आमाम् याभिः तत्र पुनः इकारात् परः विसर्गः अतः तत्र इचः परस्य विसर्जनीयस्य रेपः करी इति भाटसूत्रेण याभिर् भवति विभूतिभिः इति विभूतिभिर् भवति लोकान् तर्हि याभिर्विभूतिभिर्लोकान् इति पदम् अस्तु. तत्र श्लोकम् अस्ति दशमाध्याये षोडशतमं श्लोकं. तर्हि वक्तुमर्हस्य शेषेण दिव्या हि आत्मविभूतयः याभिर्विभूतिर् लोकानि लोकान् इमान् इमाः त्वं व्याप्य तिष्ठसि इति. अस्तु, वक्तुं कथयितुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः. इदानीं तत्र अर्जुनः भगवन्तं कृष्णं पृच्छन् अस्ति अथवा प्रार्थनां कुर्वन् अस्ति. तत्र इदानीं विभूतियोगे अयं श्लोकः. तर्हि अर्जुनः वदति वक्तुं कथयितुम् अर्हसि अशेषेण इति, इत्युक्ते अशेषेण तत्र सर्वं एतस्य विषये सर्वं वक्तुं कथयितुम् अर्हसि त्वं दिव्याः हि अनुभूति आत्मविभूतयः तव दिव्याः आत्मविभूतयः तेषां विषये आत्मनो विभूतयो या याः ताः वक्तुम् अर्हसि. आत्मनः विभूतयः याः ताः वक्तुम् अर्हसि. याभिः विभूतिभिः आत्मनः महात्म्यविर विस्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि. इत्युक्ते तत्र प्रथमं तिष्ठसि, व्याप्य तिष्ठसि, इमान् लोकान् त्वं व्याप्य तिष्ठसि. कैः इत्युक्ते महात्म्यविस्तरैः, महात् आत्मा विस्तरैः वा न महात्म्यविस्तरैः, तत्र महात्म्यविस्तरैः आत्मनः महात्म्यविस्तरैः इत्युक्ते याभिः विभूतिभिः भवान् आत्मनः महात्म्यविस्तरैः इमान् लोकान् व्याप्य तिष्ठसि. तेषां विषये अशेषेण वक्तुं कथयितुम् अर्हसि इति मां कृपया वदतु इति प्रार्थयति. कथयितुम् अर्हसि नाम कृपया वदतु इति. समीचीनं. तर्हि अस्माकं पदं तत्र द्वितीयवाक्ये अस्ति याभिः लोकान् इमां त्वं व्याप्य तिष्ठसि. लोकान् इमान् तत्र सकारः इमांस्त्वं तत्र नकारः अस्ति चेत् तत्र कोऽपि सूत्रम् अस्ति पठितवन्तः, तत्र अनुस्वारः अपि आगच्छति, सकारः अपि आगच्छति, अनुस्वारः अपि आगच्छति. तत्र नकारान्तपदं तत्र पूर्वं दृष्टम् अस्ति चेत् तथा भवति इति हल्सन्धिः. तर्हि तावत् अस्ति महोदय. तावत् समीचीनं भगिनि. तर्हि तत्र लोकान् इमान् इति तत्र कर्मपदं नाम तत्र व्याप्य, किं व्याप्य इत्युक्ते तत्र लोकान् इमान् लोकान् व्याप्य इति भवति. केन तत्र मार्गेण अथवा तत्र साधनम् अथवा माध्यमम् इत्युक्ते तत्र विभूतिभिः समीचीनं. तर्हि तत्र याभिः विभूतिभिः त्वं व्याप्य तिष्ठसि इति तस्मिन् विषये तत्र अशेषेण वदतु. नाम तत्र अशेषेण इत्युक्ते तत्र कृपया वदतु किन्तु सर्वं वद समीचीनं. केवलं वदतु न सर्वं, नाम तत्र किमपि अनुक्तं मास्तु. सर्वं तत्र वदतु तर्हि अशेषेण शेषः यत्र नास्ति तर्हि तत्र कोऽपि विषयः भागः नास्ति मा भूति मास्तु समीचीनं हा अस्तु भगिनि धन्यवादः अग्रे तर्हि नरेश महोदय अग्रे आं महोदय अग्रे मुहुर्मुहुः मुहुर्मुहुः अस्ति मुहुः योगमुहुः अस्ति अत्र विसर्गः अस्ति मुहुः तत् पूर्वं तु हकारः अस्ति परं मकारः अस्ति तत् मृदुवञ्चनं सो तत्र विसर्गस्य रेफः भवति मुहुर्मुहुः भवति अस्तु श्लोकः अस्ति अन्तिम अन्तिमश्लोकः महोदय अन्तिम अध्याये अष्टादश अध्याये षट्सप्ततिः श्लोकः राजन्स् संस्मृत्य संवाद संवादम् इमं मद्भुः अद्भुतम् अद्भुतम् केशवार्जुनयोः पुण्यं हस्यामि च हृष्यामि च मुहुर्मुहुः अत्र अत्र तु दत्तमस्ति हे राजन् धृतराष्ट्र संस्मृत्य प्रतिक्षणं संवादम् इमम् अद्भुतं केशवार्जुनयोः पुष्यम् इमं श्रवणेयापि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् तत् संवादः अस्ति केशव अर्जुन मध्ये यः संवादः अस्ति तस्य विषये अहं चिन्तयामि संजय दत्तम् अस्ति संस्मृत्य स्मरणं करोति हा सम्यक् रीत्या स्मरणं करोति संस्मृत्य मुहुः तत् किम् अस्ति पुनः करोति तत् हृष्यामि तत् सम्यक् अस्ति सम्यक् अस्ति महोदय हा हृष्यामि तत्र स्मृत्य इति लेबन्तं खलु आम् आम् अतः तत्र क्रिया लेबन्तं यत्र अस्ति तत्र कार्यद्वयम् एका क्रिया अनन्तरम् अन्या क्रिया खलु तत्र प्रथमा क्रिया अस्ति किम् प्रथमा क्रिया का अस्ति स्मरणम् अस्ति तदनन्तरं पुनः द्वितीया क्रिया अस्ति तत्र शृष्यामि इति तत् साक्षात् क्रियापदम् अस्तु अस्तु नाम तत्र अहं हृष्यामि मुहुर्मुहुः हृष्यामि किं कृत्वा तत्र संवादं संस्मृत्य संवादं संस्मृत्य आम् संस्मृत्य संस्मृत्य संवादं संस्मृत्य पृष्ट्यामि मुहुर्मुहुः अपि तत्र संवादं कीदृशम् इदं नाम इमम् इमम् अद्भुतं पुण्यं संवादम् अद्भुतं पुण्यमस्ति तर्हि तत्र विशेषणानि सन्ति तत्र अद्भुतम् इमं पुण्यम् इत्यादयः तदनन्तरं तत्र कयोः संवादं अर्जुनयोः इति अपि तत्र राजन् इति तत्र धृतराष्ट्रम् उद्दिश्य धृतराष्ट्र तम् उद्दिश्य सञ्जय वदति अतः तत्र तदनन्तरं केवलम् एकमेव तत्र श्लोकद्वयं तावदेव अस्ति तत्र समीचीनं महोदय अस्तु तत्र भगवद्गीतायाः अन्तिम अन्तिमभागस्ति श्लोकः अस्ति तं पठितवन्तः समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे तर्हि निवेदिता भगिनि अन्तर्ज्योतिः अन्तः अधिकं ज्योतिः तत्र विसर्गात् पूर्वम् अव्ययः अस्ति अन्तः विसर्गात् अनन्तरं हश्वर्णः अपरिवर्णः अतः ससजुषुरुः अनुबन्धलोपे रेफ् सूत्रेण रेफ् आगच्छति अस्तु तादृशं समीचीनं भगिनि तत्र रेफस्य आदेशः अस्तु इदानीं तर्हि तत्र एतावत् तत्र रेफस्य विषयः आसीत् तत्र द्वितीयभाट्टसूत्रं यदस्ति तावत्पर्यन्तम् इति मन्ये इदानीं तत्र लोपः इति आगच्छति भगिनि भवती एव आरम्भं करोति लोपः एतानि उदाहरणानि परिशीलयत देवाः अधिकम् अपि देव अधिक आ अधिक विसर्ग अधिक अ अधिक पि देव देव अधिक आ अधिक अ अधिक पि देव देव सॉरी देव अधिक आ अधिक यकार अधिक अ अधिक पि देवा अपि वा देवायपि अत्र भो भगो अघो अपूर्वस्य योषि इति सूत्रेण यकारः आगच्छति तथा लोपशाकल्यस्य इति सूत्रेण यकारस्य लोपः भवति समीचीनं भगिनि द्वे रूपे देवा अपि तथा देवायपि सम्यक् अस्ति तत्र विसर्गात् पूर्वम् अकारः अस्ति विसर्गात् अनन्तरं स्वरः अस्ति अकारः अस्ति अतः विसर्गस्य यकारादेशः भवति विकल्पेन यकारस्य लोपः अपि भवति प्रकृतिभाव सन्धि देवापि तत्र रेपस्य स्थाने यकारादेशः देवयोगः आ योगः विसर्गः तत्र ऋत्वं भवति तत्र रेपः रेपस्य स्थाने यकारादेशः भो भगो अघो अपूर्वस्य योषि इत्यनेन अनुबन्धलोपे रे अनन्तरं भो भगो अपूर्वस्य योषि अस्ति भगिनि आम् तत्र रेपः प्रथमं सत्यं ससजुषुरुः इत्यनेन रेपः भवेत् रेपस्य स्थाने भो भगो अघो अनुबन्धलोपे रे अनन्तरं भो भगो अपूर्वस्य योषि रेपः यकारः आगच्छति अनन्तरं लोपशाकल्यस्य इत्युक्ते तत्र देवाय इति भवति तस्य यकारस्य लोपशाकल्यस्य इत्यनेन क्षम्यतां लोपः भवति तिष्ठति चेत् देवायपि देवाय् योगः अपि देवायपि इति भवति. लोपः भवति चेत् तत्र देवा अपि इति दृश्यते. समीचीनं भगिनि. तर्हि श्लोकः अपि अस्ति तत्र. श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः. विश्वरूपदर्शनमस्ति खलु, विश्वरूपदर्शनं. सत्यं भगिनि. दुर्दर्शम् इदं रूपं दृष्टवान् असि यत् मम देवा अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः. दर्शनकाङ्क्षिणः नाम दर्शन आकांक्षिणः, दर्शनं कर्तुम् इच्छति वा, आकांक्षा तस्य मनसि अस्ति. आकांक्षा अस्ति. तत्र मम रूपं सुदर्शनम् इदम्. चतुर्भुजं वा, चतुर्भुजं रूपं. सुदुर्दर्शम् तत्र सुदर्शनम् इति नास्ति, सुदर्शम् सुदुर्दर्शम् दुर्लभः वा. हा सत्यं, दुर्लभं रूपं नाम तत्र न द्रष्टुं, तत्र दर्शनं विरलतया तत्र कष्टकरम् अस्ति दर्शनं. तादृशं रूपं सुदुर्दर्शम् इदं रूपं दृष्टवान् तव तु दृष्टवान् अस्ति, त्वं दृष्टवान् असि मम यत् मम रूपम् एतत् यत् मम रूपम् अस्ति तत्र दर्शनं दुर्लभम् अस्ति. हा तद् रूपं त्वम् इदानीं दृष्टवान् अस्ति. देवा अप्यस्य देवा अपि अस्य रूपस्य नित्यदर्शनकाङ्क्षिणः. देवता अपि इदं रूपं द्रष्टुं इच्छन्ति. तत्र दर्शनकाङ्क्षिणः इति तत्र किञ्चित् पदपरिचयं करोतु. दर्शनकाङ्क्षिणः यस्य दर्शनस्य आकाङ्क्षा तेषां मनसि अस्ति वा. हा तादृशं समीचीनं, किन्तु अत्र देवाः इति अस्ति. देवाः दर्शनकाङ्क्षेण इति हलन्तरूपम् अस्ति. हा हलन्त, हा तत्र अतः बहुवचन विभक्ति. हा बहुवचनं, किन्तु एकवचने रूपं किं बहुवचने. पञ्चमी षष्टि अपि दर्शनकाङ्क्षिणः इति भवति वा. हा हा हा सत्यं. हा किन्तु अत्र प्रथमाविभक्तिरूपं किं भवति, अत्र प्रथमा बहुवचनमस्ति. हा एकवचने दर्शनकाङ्क्षिण, दर्शनकाङ्क्षी इति नाम काङ्क्षिणी प्रत्ययः. काङ्क्षिन् तत्र प्रातिपदिकं काङ्क्षिन् दर्शनकाङ्क्षिन् काङ्क्षिन् नाम तत्र यस्य इच्छा. वदतु भगिनि. हस्तिन् तत्र इमि इमि सत्यं, तादृशमेव नाम हस्ति. तत्र इमि प्रत्ययः. तत्र आकाङ्क्षा आकाङ्क्षः अस्ति तत्र, अतः दर्शनकाङ्क्षीन् इति प्रातिपदिकं काङ्क्षी काङ्क्षिणौ काङ्क्षिणः दर्शनकाङ्क्षिणः देवाः दर्शनकाङ्क्षिणः इति अस्ति इति मन्ये. हा समीचीनं भगिनि. हा अत्र द्वितीयभागे देवाः अपि इति देवा अपि इति विसर्गस्य लोपः. हा समीचीनम् अस्तु. धन्यवादः. धन्यवादः भगिनि. अग्रे सरामः तर्हि तत्र इदानीं तर्हि तत्र शोभा भगिनि. आं महोदय. अपहृतज्ञानाः योगः आसुरम् अपहृतज्ञान् योगः आयोगः विसर्गः योगः आयोगः सुरम्. तर्हि तत्र विसर्ग आकारयोः योगः अपि च विसर्गात् पूर्वम् आकारः अस्ति अतः तत्रापि तत्र सर्वत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन यकार विहितः तदनन्तरं लोपः शाकलस्य इत्यनेन वैकल्पिकलोपः यकारस्य भवति. तर्हि अपहृतज्ञान् योगः आयोगः आ योगः सुरम् अपहृतज्ञान् योगः आयोगः यकारः यत्र रेपः अस्ति तत्र यकारः योगः आयोगः सुरम् अस्तु. तत्र आयोगः अपहृतज्ञान् इत्यस्य आयोगः विसर्गः नाः अस्तु आ योगः विसर्गः योगः आयोगः सुरम् तदनन्तरम् आयोगः रेपः आयोगः सुरम् इति भवेत् तत्र रेपस्य स्थाने यकारः इति मन्ये. तर्हि यकारः आगतम् इदानीम् अपहृतज्ञाना आसुरम् इति हा अपहृतज्ञानाय आसुरम् इति भवति. तर्हि तत्र यकारलोपः कुर्मः चेत् अपहृतज्ञाना आसुरम् इति भवति. तत्र वैकल्पिकलोपः नो चेत् अपहृतज्ञानायासुरम् इति रूपं भवति. भो भगो अघो इत्यनेन अपहृतज्ञानायासुरम् इति प्रथमं भवति रूपं. तत्र यकारस्य लोपः वैकल्पिकः अतः तत्र पक्षे द्वितीयरूपम् अपहृतज्ञाना आसुरम् इति भवति. तर्हि तत्र श्लोकम् अष्टम सप्तमाध्याये तत्र किम् तत्र पञ्चदश श्लोकः अस्तु. तत्र एकक्षणं महोदय. मम स्क्रीन् तत्र किं फ्रीज़ अभवत् तर्हि इदानीं प्रयत्नं करोमि. अस्तु. न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः मायया अपहृतज्ञानाः आसुरं भावमाश्रिताः. तत्र श्लोके किं तत्र ज्ञानाः ज्ञाना विसर्गलोप रूपमेव दर्शितमस्ति. मायया अपहृतज्ञाना इति एव अस्ति तत्र. तर्हि तत्र वैकल्पिकरूपं दर्शितम् आसुरं भावम् आश्रिताः. तर्हि तत्र अन्वयः अपि च अर्थः अस्ति न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः. इत्युक्ते तत्र न मां इति तत्र न मां परमेश्वरं नारायणम् इति पूरितं तत्र. अपि च दुष्कृतिनः इत्युक्ते पापकारिणः इति मूढाः इत्युक्ते मूढाः प्रपद्यन्ते नराधमाः इत्युक्ते नराणां मध्ये अधमाः निकृष्टाः इति. अपि च ते च तत्र मायया इत्यस्मात् पूर्वं ते च इति योजितं. ते च इत्युक्ते ते नराधमाः मायया अपहृतज्ञानाः इति. मायया अपहृतज्ञानाः सम्मुषितज्ञानाः सम्मुषितज्ञानाः इत्युक्ते तत्र अपहृतज्ञानाः इत्युक्ते तत्र अन्यः अर्थः सम्मुषितज्ञानाः इति दत्तम्. उषित प्रायश तत्र गतम् इति गतम् इति तत्र भवेत्. हां महोदय, उषितम् इति प्रायश उषितज्ञानाः. हा, ते किं कुर्वन्ति कीदृशः इत्युक्ते आसुरं भावम् इत्युक्ते हिंसा नृतादिलक्षणम् आश्रिताः इति दत्तं तत्र. आसुरं भावम् इत्यस्य हिंस अनृतादिलक्षणं तत्र नृत इत्युक्ते नरः इति भवति. अनृत इति दत्तं तत्र. नृ इत्यनेन नरः इति पदम् आगच्छति. अनृत इति इत्युक्ते अमानुष इति एव भवति तत्र इति मन्ये महोदय. हिंसानृतादिलक्षणं नाम सत्यं भगिनि. हा, तत्र हिंस अनृत अनृत आदिलक्षणं सत्यं भगिनि. हिंस इत्यादि तत्र नराणां लक्षणं नास्ति. हिंसा इति नराणां लक्षणं नास्ति नास्ति तादृ किन्तु हिंस अनृणादि हिंसा इति अनृणलक्षणम् अस्ति. किन्तु हिंस अनृण इत्यादि लक्षणम् आश्रिताः सन्ति. आसुरभावम् आश्रिताः. तर्हि तर्हि तत्र तत्र न मां किं न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते. प्रपद्यन्ते तत्र. ते अपि तत्र प्रपद्यन्ते भगवन्तं नराणां मध्ये अधमाः निकृष्टाः. तर्हि तत्र अग्रे प्रायशः आगच्छति तदा किं भवति इति. भगिनि तत्र ते न प्रपद्यन्ते खलु. तत्र न मां प्रपद्यन्ते प्रपद्यन्ते न मां दुष्कृतिनः मूढाः प्रपद्यन्ते नराधमाः. दुष्कृतिनः नराधमाः मायया अपहृतज्ञानाः अपि आसुरं भावम् आश्रिताः अपि तत्र न मां प्रपद्यन्ते ते सर्वे. शरणं नागच्छन्ति इति. सत्यं. यतोहि तेषाम् आसुरभावः अस्ति. मायया अपहृतज्ञानम् अस्ति अपि च आसुरभावम् अस्ति. तेन ते न प्रपद्यन्ते नारायणं न प्रपद्यन्ते. आसुरभावम् आश्रितः अतः तत्र आश्रितः तेषाम् आश्रयः आसुरभावे अस्ति. अतः तेषां मार्गः भिन्नः. आम्. अतः तत्र आश्रिताः इति एव तत्र प्रपद्यन्ते इत्युक्ते तत्र आश्रयम् इच्छति इति एव खलु. प्रपद्यन्ते इत्युक्ते तत्र प्रा इति उपसर्गः. पद्यन्ते इत्युक्ते तत्र पादम् अतः पादयोः प्रति गच्छन्ति इति अर्थः भवति तत्र. इत्युक्ते शरणागति इति. भगवतः शरणागति नाम आश्रयः. भगवतः आश्रयः आश्रयम् इच्छन्ति न इच्छन्ति. किन्तु एते न इच्छन्ति यतोहि ते न इच्छन्ति. आसुरं भावम् आश्रिताः सन्ति ते पूर्वमेव. अतः तत्र अन्येषां कृते तत्र आश्रयः तत्र अन्यान् अस्ति तत्र. अन्यस्य आश्रयं न इच्छन्ति. न न न ते अन्यस्य आश्रयं स्वीकृतवन्तः पूर्वमेव, यतोहि आसुरं भावं इदानीमेव स्वीकृताः सन्ति. तर्हि तत्र अन्यत्र इत्युक्ते क्षम्यतां, तत्र भवतः आश्रयं न इच्छन्ति. सत्यं सत्यं भगिनि, पूर्वमेव ते स्वीकृतवन्तः, तत्र चितवन्तः खलु, चितवन्तः. अतः तत्र इदानीं तत्र नूतनं ते न इच्छन्ति इति, न इच्छन्ति. समीचीनम्, अस्तु अस्तु समीचीनम्. अस्तु अग्रे, तर्हि नरेश महोदय अग्रे. तृतीय मणिगणाः योग इव, मणिगण मणिगण योग आ योग विसर्ग योग इ योग व. मणिगण योग आ योग इ योग व विकल्पेन मणिगण योग आ योग यकार योग एकार योग व. तो संधि अस्ति मणिगण इव इव अपि च मणिगणायिव विकल्पेन तद्भवति. अस्तु अग्रे श्लोकः अस्ति सप्तमम् अध्याय सप्तमं श्लोकः. अस्तु कुत्र अस्ति, मत्तः परतरं नान्यत् किञ्चित् अस्ति धनञ्जय, मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव. अस्तु तत्तु केशव वदति, धनञ्जय प्रति वदति मत्तः. मत्तः इत्युक्ते पञ्चमी अर्थे तत्र मम मत्तः मत्तः पञ्चमी विभक्ति. अस्तु अस्तु. परतरं किञ्चित् अस्ति नान्यत् नान्यत् किञ्चित् अस्ति किमपि नास्ति अन्यत् अन्यत् किञ्चिदपि किञ्चित् नास्ति नास्ति. परम् इत्युक्ते तत्र तस्मात् परं नाम तस्य तस्य उपरि किमपि नास्ति. अग्रे मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव. अस्तु मयि तत्तु चतुर्थी विभक्ति अस्ति मम कृते. मयि इति सप्तमी खलु महोदय. मयि सप्तमी सर्वमिदं प्रोतं प्रोतं सूत्रे मणिगणा इव. सूत्रे सूत्रम् इत्युक्ते तत्र सूत्रम् इति तत्र पाणिनिसूत्रं नास्ति किन्तु सूत्रे इत्युक्ते तत्र सूत्रे तत्तु किञ्चित् थ्रेड् अस्ति. तन्तुः तन्तुः तन्तुः तन्तुः मणिगणः मणि तत्र योजयामः यथा मणिगणाः सूत्रे सन्ति तन्तौ अस्ति तथा एतत् सर्वम् अत्र सर्वमिदं प्रोतम् प्रोतं कृतं हा तत्र योजितं योजितं योजितं हा नाम तत्र मणि इति तत्र सूत्रे अथवा तन्तौ नय तत्र संयोजनं कुर्मः खलु तत्र तथा तत्र तथा एव एतत् सर्वं भगवती अस्ति यत् पूर्वं सः उक्तवान् भगवान् उक्तवान् तत्र प्रकृति एतत् सर्वं तत्र भगवती तस्मिन् अस्ति इति वदन्ति समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे तर्हि तत्र निवेदिता भगिनी अग्रे आम् आम् षण्मासाः अधिकम् उत्तरायणम् षण्मास अधिक अधिकम् आ अधिकम् विसर्ग अधिकम् उ अधिकम् उत्तरायणम् षण्मास अधिकम् आ अधिकम् उ अधिकम् उत्तरायणम् षण्मास अधिकम् आ अधिकम् यकार अधिकम् उ अधिकम् उत्तरायणम् षण्मासा उत्तरायणं तथा षण्मासायुत्तरायणम् अत्र प्रथमतः विसर्गात् पूर्वम् आकारः विसर्गात् अनन्तरं स्वराः अतः स्रसजुषुरुः अनुबन्धलोपे रेफ् सूत्रेण रेफ् आगच्छति अनन्तरं भो भगो अघो अपूर्वस्य योषि इति सूत्रेण यकारः आगच्छति अनन्तरं तत्र रूपः अस्ति षण्मासाय उत्तरायणं यकार तथा उकार मिलनं भूत्वा षण्मासायुत्तरायणं रूपं प्राप्तम् अनन्तरं लोपशाकल्यस्य सूत्रेण यकारस्य लोपः भवति अतः षण्मासा उत्तरायणम् इति रूपप्राप्तम् अत्र अस्ति षण्मासा उत्तरायणं पूर्वत्र सिद्धमस्ति अत्र अतः षण्मासा उत्तरायणं मध्ये कोऽपि सन्धिः न भवति नाम तावदेव कार्यं किमर्थम् इति वदति वा अथवा तत्र प्रश्नः कः षण्मासा उत्तरायण इनके बीच में सन्धि नहीं होता होती है हाँ, नहीं, नहीं। पूर्वत्र सिद्धं सूत्र से होती है ना शायद वो अन्यथा आद्गुण से होनी चाहिए ना यहाँ पे सत्यम भगिनी सत्यम सत्यम हाँ हाँ तावत तत्र तिष्ठति तदनन्तरं किमपि कार्यं न भवति सत्यं भगिनी अत्र समीचीनमस्ति वा समीचीनं भगिनि 8.24 अग्निज्योतिर्इह शुक्लः षण्मासा उत्तरायणं तव प्रयाता गच्छन्ति ब्रह्म ब्रह्मवितो जनाः अग्निः ज्योतिः इह शुक्लः षण्मासा उत्तरायणं तत्र प्रयाता नाम गता वा प्रयाताः गताः गच्छन्ति ब्रह्मविदो ब्रह्मविद नाम यः ब्रह्मस्य उपासनां करोति ब्रह्मं जानति वित् वित् नाम ज्ञानम् अस्ति जानति वित् वित् वित् अस्ति जनाः जनाः नाम मानवाः अग्निः अग्निर्ज्योतिः इह अग्निः तत्र प्राश्य तत्र अत्र पठति वा भगिनी तत्र शोभभगिन्या प्रेषितं लिङ्क् मध्ये आम् आम् आम् आम् पश्यामः अग्निः कालाभिमानिनी देवता तथा ज्योतिः अपि देवता सारी देवतैव कालाभिमानिनी अथवा अग्निज्योतिषी यथाश्रुते एव देवते भूयसा तु निर्देशो यत्र काले तं कालम् इति आम्रवणवत् नाम किम् तत् न जानामि भगिनि आम्रवणवत् इति न जानामि तथा अहः देवता अहरभिमानौ शुक्लः शुक्लपक्षदेवता षण्मासा उत्तरायणं तत्रापि देवतैव मार्गभूता इति स्थितः अन्यत्र अयं न्यायः तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्मविदो ब्रह्मपासकाः ब्रह्मपासनपराः परा जनाः क्रमेण इति वाक्यशेषः न हि सद्यो मुक्तिभाजां सम्यक् दर्शननिष्ठानां गतिः आगतिर्वा क्वचित् अस्ति न तस्य प्राणा उत्क्रामन्ति इति श्रुतेः ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते महोदय तत्र 8.24 खलु सत्यं भगिनि तदेव पठितं वा तत्र अग्निर्ज्योतिरः शुक्लः सत्यं नाम तत्र सर्वं तत्र काल अग्निः कालः सर्वं देवताः देवताः एव सन्ति इति अतः तत्र अहः देवताः अहर् अभिमानिनी सन्ति शुक्लः इत्युक्ते शुक्लपक्षदेवताः षण्मासा उत्तरायणं तत्रापि देवता एव मार्गभूताः इति स्थिताः अन्यत्र अयं न्यायः नाम तत्र मार्गभूताः तत्र मार्गे तत्र ये सर्वे देवताः एते देवताः स्थिताः सन्ति तर्हि तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति महोदय तत्र अन्यत्र अयं न्यायः इत्युक्ते न्यायशास्त्रे उपयुक्ताः इति भवति वा तत्र शुक्लः तत्सर्वम् आगच्छति तत्र इति कालः नाम तत्र अग्निः अपि देवता कालः अपि देवता अतः तत्र इत्युक्ते न्याये तु देवताः न सन्ति खलु तत्र न्यायशास्त्रस्य नास्ति भगिनि न्यायशास्त्रस्य विषयः नास्ति, केवलम् अयं न्यायः नाम तत्र एतादृशं चिन्तनम् अन्यत्र इत्यस्य अर्थः कः तत्र महोदय इति स्थितः? तत्रापि देवता एव मार्गभूता इति स्थितः, अन्यत्र अयं न्यायः इति न जानामि भगिनि इत्युक्ते तत्र पङ्क्चुएशन् मार्क्स् न दत्तानि महोदय, वयमेव तत्र अस्माभिः ऊहां तत्र सेमिकोलन् दत्तं, किन्तु कामास् तत्र दत्तं, कुत्रचित् बहुत्र न दत्तं। कालविषये अपि च तत्र अग्निः कालः एतत् सर्वम् आगच्छति, तत्र तु वयं न्याये देवताः इति न नास्ति न्यायम् इति न्यायः इति न्यायशास्त्रम् अस्ति, तादृशं चिन्तनम् इति अर्थे अस्ति अत्र, किन्तु तत्र तत्र हिन्दी में दिया है वो पढ़ू? हाँ हाँ, इसके पहले 23 जो श्लोक है उसमें लिखा है, हे भरत वंशियों में श्रेष्ठ अर्जुन, जिस काल अर्थात मार्ग में शरीर छोड़कर गए हुए योगी अनावृत्ति को प्राप्त होते हैं, अर्थात पीछे लौटकर नहीं आते, और जिस मार्ग में गए हुए आवृत्ति को प्राप्त होते हैं, अच्छा पीछे लौटकर आते हैं, उस काल को अर्थात दोनों मार्गों को मैं कहूंगा। तो दो मार्ग है कि हम फिर से संसार में आ जाएंगे, या तो फिर से हम ब्रह्मलोक, फिर हम ब्रह्मलोक में ही जाएंगे, फिर से हम नहीं आएंगे। जिस मार्ग में प्रकाश स्वरूप अग्नि का अधिपति देवता, दिन का अधिपति देवता, शुक्ल पक्ष का अधिपति देवता और छह महीनों वाले उत्तरायण का अधिपति देवता है, उस मार्ग से शरीर छोड़कर गए हुए ब्रह्मवेत्ता पुरुष पहले ब्रह्मलोक को प्राप्त होकर पीछे ब्रह्मा के साथ ब्रह्म को प्राप्त हो जाते हैं। मतलब जो शुक्ल पक्ष में जाते हैं, मतलब उस मार्ग से जाते हैं, वे ब्रह्मलोक में जाते हैं, और जो कृष्ण पक्ष की गति में आते हैं वे फिर से संसार में जन्म लेते हैं, शायद इस प्रकार है। हाँ, हाँ। जिनमें वासना होती है, भोगों की वासना होती है, वे फिर से जन्म लेते हैं। हाँ, लेकिन जिनमें वासना नहीं है वे वहाँ रहते ही नहीं, उनका प्रयोजन ही नहीं, तो वे ब्रह्मलोक चले जाते हैं। चले जाते हैं, सत्यम भगिनी। हाँ, तथा अस्ति, तथा एव अस्ति, समीचीनम्। थोड़ा कठिन है। हाँ कठिन ही है, हाँ सत्यम भगिनी। हाँ हाँ, किन्तु परिचयः भवतु तत्र। हाँ, सन्धिः अस्ति, केवलं तत्र पुस्तके यदस्ति तत् पठामश्चेत् तत्र कस्मिन् श्लोके एतत् पदम् आगच्छति इति तस्यापि ज्ञानं भवति चेत् आम् आम् आम् लाभः अस्ति इति कृत्वा, अतः तावदेव। अस्तु, समीचीनं। तर्हि तत्र निवेदितमपि भवति एव, तत्र अन्ते शान्तिमन्त्रं वदति वा, तदनन्तरं समापयामः। ओम् ओम् ओम् सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरि ओम्। धन्यवादः, पुनर्मिलामः। धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः, धन्यवादः महोदय, नमस्कारः।